पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 45 सुकलोवाच अथ ते लुब्धका सर्वे शूकरीं प्रतिजग्मिरे शूराश्च दारुणाः प्राप्ता पाशहस्ताश्च भीषणाः चतुरश्च ततो डिम्भान् कृत्वा स्थित्वा च शूकरी कुटुम्बेन समं कान्तं हतं दृष्ट्वा महाहवे भर्तुर्मे चिन्तितं प्राप्त मृषिदेवैश्च पूजितः गतस्वर्गं महात्मासौ वीर्येणानेन कर्मणा अनेनापि पथा यास्ये स्वर्गं भर्ता स तिष्ठति तया सुनिश्चितं कृत्वा पुत्रान् प्रति विचिन्तितं यदा जीवन्ति मे बालाश्चत्वारो वंशधारकाः भवत्यस्य सुवीरस्य कोलस्यापि महात्मनः केनोपायेन पुत्रान्वै रक्षायुक्तान् करोम्यहम् इति चिन्ता परा भूत्वा दृष्ट्वा पर्वतसङ्कटं तत्र मार्गं सुविस्तीर्णं निष्कासाय प्रयास्यते तया सुनिश्चितं कृत्वा पुत्रान् प्रति विचिन्तितम् तानुवाच महाराजपुत्रान् प्रति सुमोहितान् यावत् तिष्ठाम्यहं पुत्रास्तावद् गच्छद शीघ्रगाः तेषां मध्ये सुतो ज्येष्ठः कथं यास्यामि मातरं संत्यज्य जीवलोभाच्च धिङ्मे मातः सुजीवितम् पितृवैरं करिष्यामि साधयिष्ये रणे रिपून् गृहीत्वा त्वं कनीय सोभ्रातॄन् स्त्रीन् दुर्गकन्तरम् पितरं मातरं त्यक्त्वा यो यादिः स पापथीः नरकं च प्रयात्येव कृमिकोटिसमाकुलम् तमुवाच सुदुःखार्था त्वां त्यक्त्वाहं कथं सुद सं यास्यामि महापापा त्रयो गच्छन्तु मे सुदाः कनीय सस्त्रयस्त्वेव गदागिरिवनान्तरं तौ जग्मदूरणभुवं तेषामेव सुपश्यताम् तेजसा सुबलेनापि गर्जं तौ च पुनः पुनः अथ ते लुब्धकाशूरात् सम्प्राप्ता वादरं हसः पथा तेनापि दुर्गेण त्रयस्ते प्रेषिता नृप तिष्ठतस्मपथं रुद्ध्वा द्वावेतौ जननीसुतौ लुब्धकाश्च ततः प्राप्ता खड्गबाणधनुर्धराः प्रजघ्नुस्तोमरैस्तीक्ष्णैश्चक्रैश्च मुशलैस्ततः मातरं पृष्ठदकृत्वा तनयो युध्यते सदैः दंष्ट्रया निहता केजित् केजित्तुण्डेन खादिताः संजखान खुराग्रैश्च शूराश्च पतितारणे युयुधे शूकरसङ्ख्ये दृष्टो राज्ञा महात्मना पितुः सकाशाच्छूरोऽयमिति ज्ञात्वा ससम्मुखः बाणपाणिर्महातेजा मनुसूनुः प्रतापवान् निशितेनापि बाणेन अर्ध चन्द्रानुकारिणा राज्ञा हतः पपादोर्व्यां विद्धोरस्को महात्मना ममारसहसा भूमौ पपाद सहि शूकरः पुत्रमोकं परं प्राप्ता तस्योपरि गदा स्वयम् तया च निकताशूरास्तुण्डकादैर्महीतले निपे दुर्लुब्धकाशूरा कदिनष्टा मृता नृप द्रावयन्ति महत्सैन्यं दंष्ट्रया सुकरी ततः यथा कृत्या समुद्भूता महाभयविधायिका तमुवाच ततो राज्ञी देवराजसुतोपमम् अनया निहदं राजन् महत्सैन्यं तवैव हि कस्मादुपेक्षसे कान्त तन्मे त्वं कारणं वद तामुवाच महाराजो नाहं हन्मि इमां स्त्रियम् महादोषं प्रिये दृष्टं स्त्रीवधे दैवधै किल तस्मान्न खादये नारीं प्रेषयेहं न कञ्चन अस्या वधनिमित्तार्थे पापाद्बिभेमि सुन्दरि एवमुक्त्वा तदा राजा विरराम महीपतिः लुब्धगोच्छार्च्छरो नाम ददृश्ये सदुसूकरीं कुर्वन्तीं कदनं तेषां दुःसहां सुभडैरपि आविव्याध सुवेगेन बाणेन निशितेन हि संलग्नेन दु बाणेन शोणितेन परिप्लुता शोभमाना त्वरां प्राप्ता वीरश्रिया समाकुला तुण्डेनापि हदसंख्ये चार्चरसतया पुनः पदमानेन तेनापि चार्चरेण तदा हदा खड्गेन निशितेनापि पपाद विदलीकृता श्वसमानारणेनापि मूर्छनाभिपरिप्लुता दुःखेन महदाविष्टा जीवमाना महीतले इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकलाचरित्रे पञ्चचत्वारिंशोऽध्यायः ॐ